नमस्कारः. अद्यतनकरपत्रम् अस्ति धातुपाठे हल्सन्धिः इति. तत्र अन्तिमभागः तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति. वयं पूर्वमेव तकारादिप्रत्यये परे, अनन्तरं धकारादिप्रत्यये परे अपि अस्माभिः दृष्टं. तर्हि वयं दृष्टवन्तः. तर्हि प्रायः पुनः किञ्चित् समयं, प्रायः अर्धघण्टा यावत् स्मरणार्थं किञ्चित् पुनरावलोकनं कुर्मः, अनन्तरम् अग्रे अभ्यासं कुर्मः. तर्हि अहं दातुं वदामि वा, प्रत्ययः दातुं किञ्चित् क्रीडां कृत्वा अनन्तरं गच्छामः. विद्या भगिनी वदति वा भगिनि, नानट्योगः सि इति प्रत्ययः. हा, नानट् योगः सि अस्ति. तर्हि तत्र तकारः अस्ति, अनन्तरं सकारः. तर्हि तत्र शुनाष्टुः इति सूत्रेण तत्र टकारस्य प्रभावेन सकारस्य स्थाने मूर्धन्यषकारः नानट् योगः षि इति भवति. तदनन्तरं करीच इत्यनेन टकारस्य स्थाने टकारः नानट् षि. रामप्रिया भगिनी वदति वा, गकारः किल, गकारः योगः कि सकारादि प्रत्यय, सकारादि दि हि एव दि भूजल्भ्योहेर्दिः इति सूत्रेण तदेव किल. आम् भगिनि. नान् जाजर्ग् योगः दि तथा नास्ति, क्षम्यता, सकारादि परन्तु ग एव जाजर्ग् योगः ति इति. इदानीं जशस्ततोर्दोर्गः इति सूत्रेण दश्वर्णः पूर्वम्, अतः दकार आदेशः भवति. जाजर्ग् योगः धि इति भवति. जलां जश् जषि इति सूत्रेण जागर्ग् धि तृतीयवर्ण आदेशः. अत्र गकारं उक्तवती, जर्ज् नास्ति वा? हा, न न न, जा गग् इति आसीत्. ओ अस्तु. क्रमप्रिया भगिनी वदति वा, अत्र जागण्ड् योगः ति इति तृतीयडकारः. अहम् उक्तवती भगिनि जागग् इति. ओ भगिनी एव उक्तवती, क्षम्यतां सुब्रह्मण्यं महोदय. जागण्ड् योगः ति, जागण्ड् योगः तकारः वा भगिनि? तृतीयतकारः. आं महोदय, तृतीयकारः. तवर्गस्य तृतीयवर्णः. पुनः पुनः भगिनि, सम्यक्तया न श्लोकं. तवर्गीयस्य तृतीयवर्णः तृतीयवर्गस्य तृतीयवर्णः. तृतीयवर्गस्य तकारः. आं महोदय, तवर्गस्य तृतीयवर्णः दकारः. जागण्ड्, जागण्ड्. अपि च प्रत्ययः कः भगिनि? तकारः. जागण्ड् योगः ता अस्ति चेत् अत्र दकारः अस्ति. अनन्तरं तकारः, अतः ष्टुणाष्टुः इत्यनेन अत्र तकारस्य स्थाने टकारः, टकारस्य प्रभावेन इदानीं पूर्वं डकारः अस्ति, डकारः इदानीं टकारः भवति खरीचे इत्यनेन, अपि च जागन् आं महोदय, जागन्ति इति अस्ति, जागन्ति इति आम् सरलभगिनी वदति वा भगिनि, अत्र क्रोधयोगः सा इति. नमस्ते क्रोधयोग ता. नमस्ते हेमा भगिनि. क्रोधयोगता प्रथमं झष ततो ध इति सूत्रेण, ध चतुर्थवर्णः अस्ति तत् इति सूत्रस्य, तकारस्य स्थाने धकारः आगच्छति, प्रथमं क्रोधयोगधा भवति, तदनन्तरं धनाञ्जषि इति सूत्रेण धकारस्य क्रोधस्य तृतीयस्य द आगच्छति, क्रोधा इति भवति. धन्यवादः. हेमा भगिनी वदति वा क्रोशयोगता इति. भगिनी एकः प्रश्नः, यदि क्रोधयोगता अस्ति तत्र समीचीनं प्रथमं अस्तु. क्रोश् इति तालव्यषकारः, इदानीं तालव्यषकारः अस्ति इति कृत्वा तत्र प्रथमं ब्रश्च ब्रश्च अनेन सूत्रेण शकारान्तधातोः शकारस्य स्थाने मूर्धन्य शकारः आगच्छति, तर्हि क्रोश्योगः ता. इदानीं श्रुत्वसन्धेः प्रसक्तिः अपि च कार्यमपि शकारस्य प्रभावेण तकारस्य स्थाने टकारः आगच्छति, तर्हि क्रोष्टा इति रूपं भवति. पुष्पति वा अत्र लेख योगः धि इति. एकनिमिषः भगिनि, एकनिमिषः, किं किं लेलिक् योगः दि इति दकारादिप्रत्ययः, नेदित् नेदित् धातु मम सम्यक् न शृणोमि, लिक् लिक् इति अस्ति खलु, लिखति लेलिक् लेलिक् लेलिक् ककारः दि दकारः योगः दि इत्यनेन धि आगच्छति, लेलिक् योगः धि. अत्र लेलिक् ककारः जलां चषि न अत्र जलां चषि लेलिक् दि गकारः आयाति, तृतीयवर्णकवर्गस्य तृतीयवर्णः आगच्छति, तत्तु लेलिक् दि इति. अस्तु भगिनि, धन्यवादः. तर्हि आहत्य किञ्चित् पुनः सङ्ग्रहरूपेण द्रष्टव्यं वा, सामान्यसूत्रम् अस्माकमासीत् यदि सकारादिप्रत्यये परे सकारादि टकारादि चेदपि करीचे इति सामान्यसूत्रमस्ति, शवर्गः अस्ति चेत् शोहोकुः इति आयाति, तथैव टवर्गः अस्ति चेत् ष्टुणाष्टुः इत्यस्य प्रसक्तिः भवति, अनन्तरं सकारादिप्रत्यये परे आदेशप्रत्ययोः इति विशेषसूत्रमस्ति, सकारादिप्रत्यये परे यत्र चकारादि क्षम्यतां चकारान्तधातूनां सकारादि वा तकारादिसकारादि भवति चेत् अपि शोः षुडनुनासिके चेति सूत्रस्य अनन्तरं षकारस्य स्थाने कालव्यषकारः अनन्तरं वृषभृष इत्यनेन मूर्धन्यषकारादेशो भवति. अनन्तरं यदि सकारादि चेत् षडोकः इति भवति, सकारादि चेत् तस्य अष्टुनाष्टु भवति इति. अनन्तरं किं भवति अत्र विशेषतया अन्यत् किमपि नास्ति. यदि यकारः वा वकारः अस्ति चेत् लोपो युर्वलि इति. अनन्तरं सकारान्तधातूनां सकारादिप्रत्यये परे यदि सार्वधातुकसकारादिप्रत्यये परे अस्ति चेत् कार्यं किमपि नास्ति. आर्धधातुक चेत् सः स्यार्धधातुके इति सूत्रेण सकारस्य तकारः भवति. तदेव हकारान्तधातूनां पश्यामः चेत् सामान्यकार्यमस्ति होडः इति उक्तम्. अनन्तरं यदि दकारादि हकारान्तधातुः अस्ति चेत् दादेर्धातुः इति भवति. तस्य पुनः परिगणितानां धातूनां दृहुः श्नुः श्नुः श्निः इति धातूनां वा दृहमुह श्नुः श्निहाम् इति सूत्रेण हकारस्य स्थाने घकारादेशः भवति. विकल्पेन होडः इति कार्यं भवति. अनन्तरं नः धातोः कृते नहोदः इत्यनेन हकारस्य स्थाने दकारः. सामान्यकार्यमस्ति तकारान्तधातूनामपि. केवलम् एकमेव कार्यमस्ति अत्र अत्र यत्र जशन्तधातु अस्ति चेत् जशन्तदुर्दोदर इति सूत्रं कार्यं करोति, चतुर्थवर्णः इति चेत् अन्ते. अन्ये सर्वे कार्याणि समानानि सन्ति, सकारान्तानां सकारान्तानां सकारान्तानाम् अपि. अधुना द्विप्रत्ययस्य किं भवति इत्युक्ते द्विप्रत्ययः यत्र ध्वम् इति आयाति नो चेत् हकारस्य स्थाने किं भवति, द्वे वा ध्वं वा अस्ति. अनन्तरम् आत्मनेपदी धातूनाम् अनन्तरं हुजैभ्योर्हेर्धि इत्यनेन हि इत्यस्य स्थाने धी भवति. जलन्तेभ्यः धातुभ्यः अनन्तरं भिन्नसूत्रमासीत् जशश्चतुर्दोदः इति सूत्रेण जशन्तवर्ण धातूनां तकारस्य दकारादेशः भवति इति. तर्हि तत्र सामान्यकार्यमस्ति भी परे चेत् जलां दशि. अनन्तरं यदि चकारान्तधातूनाम् अस्ति चेत् चोः कुः इति, अनन्तरं रश्यदृश्य इत्युक्ते प्रसक्तिः श्वोः षोडननाति इति तत्र समानकार्यमस्ति. चकारान्तनां चेत् पुनः अत्रापि षट्टुनाष्टुः इत्यस्य एव कार्यं भवति. तावदेव अत्र अस्ति खलु. अनन्तरं सकारान्तधातूनां भीच इति सूत्रेण सकारस्य लोपः भवति. भष्भावस्य प्रसक्तिः अस्ति. अपि च विशिष्टधातुः सः वः कृते एकसूत्रमस्ति, सूत्रमस्ति खलु यत्र ओकारः वदति वा वदति धातु सहि बहोर् ओद् अवर्णस्य इति सहि वहि सूत्रमहं न स्मरामि. सहि बहो बहोः इति अस्ति. सहि बहोर् ओत् इति आदेशः भवति अवर्णस्य अकारस्य स्थाने. तर्हि तत्र षोडः वोढः इति रूपे तद् तु सकारान्त तकारादितकारादिप्रत्यये परे खलु, तकारादिप्रत्यये परे कार्यं नास्ति. ममापि तद् स्मरणे नासीत् आम्. अस्तु, तर्हि दकारादिप्रत्ययकर् परे अनन्तरं भिन्नसूत्रं किमपि नास्ति खलु. अत्रापि समान हकारान्तः अस्ति चेत् अत्र समानकार्याणि एव, दकारादिप्रत्यये परे अपि एवमेव आसीत् खलु. इतोपि उदाहरणानि द्रष्टव्यानि वा नो चेत् अभ्यासं कुर्मः वा? अभ्यासं कुर्मः भगिनि. विद्या भगिनी आरम्भं करोति वा? अत्र नूतनकरपत्रमस्ति, धातुपाठे हल्सन्देह अभ्यासः इति. नूतनपाठ धातुपाठे हल् सन्धि अभ्यासः अस्तु. सन्धिकार्यस्य अभ्यासार्थं यङ्लुगन्तधातवः सर्वोत्तमाः, यतोहि प्रक्रियायां विकरणप्रत्ययः नास्ति. धात्वान्ते सर्वे हल् वर्णाः लभ्यन्ते. येषां च वर्णानां तिङ्प्रत्ययेन साक्षात् सम्पर्कः भवति. अधुना वास्तविकम् अभ्यासं कुर्मः. पश्येम कीदृशानि रूपाणि लभ्यन्ते. लटी, लोटी, लङ्गी, विधिर्लिङ्गि च. अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति. क्रमेण येषां त्रयाणां चिन्तनम् अवश्यं करणीयम्. तर्हि अत्र सन्धिकार्यस्य अभ्यासार्थं यङ्लुगन्तदातवः बहु समीचीनाः इति अस्ति. किमर्थं चेत् तत्र यङ्लुगन्तदातवः आतिदेशिकधातवः, अपि च तत्र यत्र तिङ्प्रत्ययः आनयामः यङ्लुगन्तदातुभ्यः तिङ्प्रत्ययः विहितः भवन्ति. तत्र यङ्लुगन्तदातवः आदादिकाः इत्युक्ते तत्र मध्ये विकरणप्रत्ययस्य लुक् भवति. तर्हि तत्र विकरणप्रत्ययः एव न भवति. धातुः हलन्तः चेत् तत्र हल् सन्धि अभ्यासार्थं बहूनि कार्याणि भवन्ति. यङ्लुगन्तदातवः अजन्ताः अपि सन्ति, परन्तु अन्यत् अङ्गकार्यं कृत्वा हलन्तः इति अपि भवितुमर्हति. अत्र वास्तविकम् अभ्यासं कुर्मः. लटी, लोटी, लङ्गी, विधिर्लिङ्गि च. अत्र त्रीणि सोपानानि सन्ति. येषां चिन्तनं वयं कुर्मः. सोपानानि पठामि वा? क्षम्यतां भगिनि. सोपानानि अतिदेशः कित् नित् इत्यनयोः मार्गद्वयम् अनुबन्धः अतिदेशः, अतः परीक्षणं द्विवारं करणीयम्. द्वितीयम् अङ्गकार्यं, तृतीयं सन्धिः. अत्र त्रीणि सोपानानि सन्ति. प्रथमम् अतिदेशः, यदा वयं सार्वधातुमपित् इति स्वीकुर्मः चेत् तत्र वयम् अपित्वम् आरोपयामः. तत्र अतिदेशः द्विवारं करणीयम् इत्युक्ते अनुबन्धः वा अतिदेशः वा इति मार्गद्वयम् अस्ति, तस्य परीक्षणं करणीयम्. द्वितीयसोपानमस्ति अङ्गकार्यं, तदेव अधो दत्तः अस्ति. तृतीयमस्ति सन्धिकाले. भगिनि किञ्चित् अतिदेशस्य विषये किञ्चित् प्रतिपादयति वा? सरला भगिन्याः आसीत्. ओ ओ, प्रथमं यदा वयं धातुः स्वीकुर्मः चेत् तद् अपित्वा इति द्रष्टव्यं. यदा पित् अस्ति चेत् तत्र गुणकार्यस्य प्रसक्तिः अस्ति. यदा उपधायां वा अन्ते वा इक् वर्णः अस्ति चेत् तत्र गुणकार्यस्य प्रसक्तिः अस्ति. यदा अपित् अस्ति चेत् तत्र तु वयम् एतत् गुणकार्यस्य प्रसक्तिः नास्ति. अनन्तरम् एतद् त्रीणि अधः दत्तानि कार्याणि भवति अङ्गकार्यस्य विषये. हलादिपित् अपित् अस्ति चेत् वा हलादिपित् अस्ति चेत् वा सन्धिकार्यस्य प्रसक्तिः भवति. अजादि अस्ति चेत् प्रायः वर्णमेलनमेव भवति. भगिनी धन्यवादः. भगिनि सरला भगिनी, किम् इत्युक्ते अतिदेशः इत्युक्ते एकस्य स्वभावः आरोपितं भवति चेत्, नूतनस्वभावम् आरोपयामः चेत् अन्यत् स्वभावम् आरोपयामः चेत् तदेव अतिदेशः इति. अतिदेशः इति उदाहरणार्थम् अस्माकं अपित् प्रत्ययाः सन्ति खलु. उदाहरणार्थं तिस्त जि इति अस्ति. अत्र तिस्त् इति प्रत्ययः पित् अस्ति, पकारसेच्छन्या भवति अस्ति, तदेव अनुबन्धः इति. पकारसेच्छन्या भवति, ति इति तिष्ठति. तर्हि यत्र पित् अस्ति चेत् किं भवति? सार्वधातु आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति इति कृत्वा गुणकार्यं भवति. नो चेत् पुगन्तलघुपदस्य चैतन्येन उपदा गुणः भवति. सूत्रद्वयस्य सामान्यकार्याणि प्रसक्तिः भवति अङ्ककार्यं. यदि नो चेत् किं भवति, यदि तित् नास्ति चेत् उदाहरणार्थं तस् इति प्रत्ययः, तत्र तु पकारः एव नास्ति, तर्हि पकारस्य संज्ञापि न भवति. यत्र तित् नास्ति चेत् किन्तु सार्वधातुकप्रत्ययः अस्ति तस् इति, किञ्चित् सार्वधातुकं खलु, तर्हि सार्वधातुकप्रत्ययः अस्ति अनन्तरं क्वित् नास्ति, तर्हि अपित् इति वदामः. यत्र तित् नास्ति चेत् तत्तु अपित् इति वदामः. तादृशसार्वधातुक अपित् प्रत्ययः यत् अस्ति तत् निद्वत् इति सूत्रं वदति. सूत्रमस्ति सार्वधातुकम् अपित् इति सूत्रम्. अनुवृत्तिं भूत्वा सार्वधातुकम् अपित् निद्वत् इति वदामः. निद्वत् इत्युक्ते निद् इव भवति इति. तर्हि नित् साक्षात् नित् नास्ति खलु, तत्र निकारः तु नास्ति एव, किन्तु अपित् अस्ति इति कृत्वा वयम् आरोपयामः, अन्यभिन्नस्वभावम् आरोपयामः इति कृत्वा तादृशसूत्रस्य अतिदेशसूत्रम् इति वदामः. सूत्राणां वयं दृष्टवन्तः खलु पूर्वं, यत्र अस्माकम् अष्टाध्याय्यां षड् विधाः सूत्राः भवन्ति, संज्ञासूत्राणि भवन्ति, अनन्तरं विधिसूत्राणि. संज्ञासूत्राणि इत्युक्ते नामकरणं भवति. विधिसूत्रम् इत्युक्ते यत्र आदेशः आगमः वा लोपः वा भवति चेत् तत्तु विधिसूत्रम् इति भवति. उदाहरणार्थं निकोयनचि तत्तु विधिसूत्रमस्ति खलु, आदेशः भवति इक् स्थाने यन् आदेशः भवति, तादृशविधिसूत्रं भवितुम् अर्हति. नो चेत् अधिकारसूत्रं भवितुम् अर्हति. उदाहरणार्थं धातोः इति अधिकारसूत्रमस्ति. सर्वत्र अनेकेषु सूत्रेषु धातोः इत्यस्य अनुवृत्तिः आयाति, केचन अधिकारसूत्राणि सन्ति. अनन्तरं चतुर्थभेदः अस्ति अतिदेश इति, यत्र गुणस्य एव परिवर्तनं भवति, आरोपितं भवति भिन्न. तर्हि यत्र अपित् अस्ति चेत्, पित् नास्ति चेत् वयं किं कुर्मः इत्युक्ते सार्वधातुकम् अपित् इति सूत्रं किं वदति. अत्र तु विधिकार्यं नामकरणं नास्ति. सार्वधातुकम् अपित् निद्वत् इति यत्र सूत्रं वदति तत्र नामकरणं नास्ति, विधिः अपि नास्ति, किमपि आगमः वा आदेशः वा नास्ति सूत्रेषु, सूत्रे न विधीयते. अनन्तरम् अधिकारसूत्रमपि नास्ति, अनुवृत्तिः न आयाति ततः किमपि. तर्हि अतीतेषां गुणस्य एव परिवर्तनं भवति खलु, सार्वधातुकम् अपित् विद्वत् इति आरोपयामः. तर्हि तेन सूत्रेण अपित् सूत्रत्याः ये सन्ति तस्य तु स्वभावपरिवर्तनं भूत्वा विद्वत् व्यवहरति तादृशप्रत्ययाः इति कृत्वा अतिदेशसूत्रम्. अनन्तरं परिभाषासूत्राणि सन्ति. यत्र परिभाषासूत्रमस्ति उदाहरणार्थं क्षम्यतां संहितायाम् केन विधिस्तद उरण्ड्रपरः विधिसूत्रम् अस्ति खलु, तत्र विधिः एव न भवति खलु. अलोन् तत्र यत्र यत्र अण् आदेशः भवति तत्र रपरः इत्येव आगच्छति इति तत्र केवलं किञ्चित् एवम् हलन्त्यम् इति सूत्रं क्षम्यताम् किमस्ति क्षम्यताम् येन विधिस्तदन्तस्य इति सूत्रम्. तत्र तु किमपि कार्यं न विधीयते, किन्तु अन्यसूत्रं सहायं करोति इति कृत्वा परिभाषासूत्रम् इति वदामः. अनन्तरं नियमसूत्राणि सन्ति. वयं रात्रस्य इति दृष्टवन्तः खलु, यदि रेफात् परस्य सकारस्य एव लोपः भवति इति नियमयति तर्हि नियमसूत्रम् इति षड्विधाः सन्ति. तेषु अन्यतमः अस्ति अतिदेशसूत्रम् इति, यत्र गुणम् आरोपयामः. उदाहरणार्थम् अपित् सार्वधातुक अपित् प्रत्ययः यत् अस्ति तस्य नित् निद्व व्यवहरति इति निद् गुणम् आरोपयामः, तर्हि सार्वधातुकम् अपित् अपित् इति सूत्रेण. तर्हि यदि नित् इव इति वदामः इत्युक्ते किं भवति, नित् इत्यस्य कृते यानि यानि सूत्राणि भवन्ति तानि अत्रापि प्रसक्तिः भवति. उदाहरणार्थं नितीच इति सूत्रं. नितीच वदति यदि नित् प्रत्ययः अस्ति चेत् गुणकार्यस्य निषेधः भवति. तर्हि अत्र अधुना किं भवति, यत्र तस् इति प्रत्ययः अस्ति, यदि अन्ते उकारः वा इकवर्णः अस्ति चेदपि, नो चेत् उपादायाम् इकवर्णः, धातुः उपादायाम् इकवर्णः चेदपि, तस् इति प्रत्ययः परे आगच्छति चेत् अपि तस्य प्रत्ययः तस्य प्रत्ययः अपित् प्रत्ययः इति कृत्वा सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति सार्वधातुकम् अपित् इति सूत्रेण, अनन्तरं नितीश इति सूत्रेण गुणकार्यनिषेधः भवति. तदेव तादृशद्विवारं चिन्तनं करणीयम् इति महोदयेन उक्तमस्ति. प्रथमम् अनुबन्धः, अनन्तरं पित्वा पित्वा इति चिन्तयित्वा, पित् अस्ति चेत् गुणकार्यम्, अपित् अस्ति चेत् सार्वधातुकम् अपित् नितीच इत्यनेति अनयोः सूत्रयोः कारणेन सूत्राभ्यां गुणकार्यनिषेधः भवति. अतिदेश आतिदेश भिन्ना अस्ति. आतिदेश दातवः सत्यम् आतिदेश उप औपदेशिक आतिदेशिकी देशिक इति अस्ति. एतत्तु आतिदेशसूत्रं क्रियते भगिनि. अतिदेश अतिदेश धातु आतिदेशिकधातु तदित प्रत्ययः, तदित प्रत्ययस्य आतिदेशिक इति औपदेशिक आतिदेशिकधातवः इति दातवः सनादिरदातवः सर्वे तु आतिदेशिकदातवः सन्ति. उपदेशे न पाणिनिना धातुपाठे न भवति, किन्तु अस्माभिः वयं तद् नूतनतया वयं कुर्मः इति कृत्वा. नमस्ते मणिमहोदय, स्वागतं महोदय. धन्यवादः. बहु समीचीनं. बहु धन्यवादः भगिनि. सुब्रह्मण्यमहोदय, अङ्गकार्यं प्रथममस्ति. अङ्गान्ते उपधायाञ्च इकः गुणः निषिद्धः, सार्वधातुकमपि क्नेति च. यत्र प्रत्ययः कित्वा नित्वा अस्ति, अत्र अङ्गकार्यविषये किञ्चित् चर्चा अस्ति. इदानीं प्रथममस्ति अङ्गान्ते अथवा उपधायां यः इक् वर्णः अस्ति अत्र गुणः न भवति. किमर्थमित्युक्ते अत्र प्रत्ययः अपित् अस्ति, स च प्रत्ययः नित्वत् व्यवहरति, अतः क्नेति च इत्यनेन अत्र गुणस्य निषेधः. द्वितीयमस्ति अनिदिधातूनाम् उपधायां न लोपः, येषां हलन्तधातूनाम् इत्संज्ञकः ह्रस्व इकारः नास्ति. तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति. अनिदितां हल उपधाया क्नेति. द्वितीयबिन्दुः अस्ति अत्र, यदि धातुः अनिदित् धातुः अस्ति इत्युक्ते अत्र धातोः ह्रस्व इकारस्य इत् न भवति. इत्युक्ते अत्र इत्संज्ञक ह्रस्व इकारः धातोः नास्ति, अपि च धातुः हलन्तधातुः. इदानीं वयं हलन्तधातूनां विषये एव चर्चयन् स्मः. अतः अत्र धातुः अनिदित् अपि च हलन्तधातुः, प्रत्ययः कृत्वा नीत्वा अस्ति, अतः अत्र उपधायाः नकारस्य उपधायां यः नकारः अस्ति तस्य लोपः भवति. अनिदितां हल उपधाय नति इत्यनेन. तृतीयबिन्दुः अस्ति सम्प्रसारिणीनां धातूनां सम्प्रसारणं, यन् स्थाने इकारेशः, यन् सन्धौ यथा भवति तस्य विपरीतक्रमः. कितिनिति प्रत्यये परे व्रश्च योगः श योगः ति वृश्यति ग्रहि ज्यावहि वयि व्यथि वष्टि विचति वृश्यति पृच्छति बृज्जतीनां णिति च. इदानीमत्र यदि तृतीयबिन्दुः अस्ति, यदि धातुः सम्प्रसारिणिना धातुः अस्ति, तर्हि अत्र किं भवति इत्युक्ते प्रत्ययः कित् वा नित् वा अस्ति, तर्हि अत्र धातोः यः यण् वर्णः अस्ति तस्य स्थाने इक् आदेशः भवति. एतत्तु यन्सन्धेः विपरीतक्रमः. अत्र उदाहरणं दत्तमस्ति रश्योगः शयोगः इति. अत्र श इति तुदादिगणीय धातुः रश्च, अतः विकरणप्रत्ययः श अस्ति. इदानीमत्र श अपि अस्ति, अतः सार्वधातुकम् अपि इत्यनेन अत्र नित्वत् व्यवहरति, अतः निति च इत्यनेन गुणनिषेधः. परन्तु इदानीम् अत्र नूतन अन्यत् सूत्रमस्ति, ग्रहीज्या वै व्यथि वष्टि विचति वृच्छति पृच्छति भृच्छतीनां निति च इत्यनेन अत्र येषां धातूनां कित् नित् प्रत्ययपरे अस्ति चेत् धातुः सम्प्रसारिण धातुः इति भूत्वा सम्प्रसारणि धातुः इति भूत्वा अत्र सम्प्रसारणं भवति. सम्प्रसारणम् इत्युक्ते यन् स्थाने इक् आदेशः. अतः अत्र यः रेपः अस्ति व्रश्च इत्यस्य, अत्र रेपस्य स्थाने रूपम् आगच्छति, अतः वृश्यति इति रूपं निष्पन्नं भवति. धन्यवादः. स्पष्टं नास्ति इदानीमपि सम्प्रसारणम्. ओ, सम्प्रसारणकार्यं वा न स्थितं भगिनि, न पश्यामः किं भगिनि. सम्प्रसारणविषये वा भगिनि? आं भगिनि. वयम् इकोयणाचि इति यण् सन्धेः विषयं जानीमः, यत्र इक् स्थाने यण् भवति इति. सम्प्रसारणकार्यम् अस्ति तस्य विपरीतकार्यम् इत्युक्ते यण् स्थाने इकादेशः भवति, इगादेशः भवति इति. यथा वयं यण् सन्धौ द्रक्ष्यामः, इकारस्य स्थाने यकारः आगच्छति, उकारस्य स्थाने वकारः आगच्छति, ऋकारस्य स्थाने रेफः, अपि च लुकारस्य स्थाने ल इति. परन्तु अत्र तस्य विपरीतेन यकारस्य स्थाने इकारादेशः, वकारस्य स्थाने उकारादेशः, रेफस्य स्थाने ऋकारान्तः, अपि च लकारस्य स्थाने लकारः इति. अतः अत्र उदाहरणत्वेन दत्तमस्ति व्रश्च इति. अत्र धातु रेफः अस्ति, तर्हि रेफस्य ऋकारान्तः भवति, अतः वृश्यति इति आगच्छति. तथैव यत्र ग्रह् इति धातुः अस्ति, परन्तु अस्माकं गृह्णाति इत्येव रूपं भवति किल, तत्र ग्रह् स्थाने रेफस्य स्थाने ऋकारः आगतः, अत्र गृह् इति भवति. तदेव सम्प्रसारणकार्यम्. अस्तु, भगिनी सूत्राणि अपि पठति वा? का भगिनी, सरला वा? हेम भगिनी एव, हेम भगिनी. इग्यणः सम्प्रसारणम् इति. यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. इदं सूत्रं संज्ञासूत्रमस्ति. यत्र इक् यण् भवति तत्र सम्प्रसारणसंज्ञा इति भवति इति संज्ञासूत्रमस्ति, तत्र संज्ञाविधायकसूत्रं. तदनन्तरं सम्प्रसारणाच्च इति अस्ति. सम्प्रसारणसंज्ञकवर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति. तर्हि यत्र यदि वयं सम्प्रसारणकार्यं कृत्वा यदि यण् स्थाने इकादेशः भवति, अपि च तदनन्तरं यदि अच्वर्णः अस्ति तर्हि तत्र पूर्वरूपादेशः भवतु इति सम्प्रसारणात् च वदति. तदनन्तरं न सम्प्रसारणे सम्प्रसारणं, सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. यदि एकस्मिन् धातौ वा पदे द्वौ सम्प्रसारण वर्णः अस्ति, यत्र कार्यं बकारः वा यकारः वा मिलित्वा अस्ति, यथा वयं व्यधि इति स्वीकुर्मः चेत् तत्र बकारः अपि अस्ति यकारः अपि अस्ति, तत्र तदा कुत्र सम्प्रसारणकार्यं भवति इति सन्देहः उदेति. तर्हि न सम्प्रसारणे सम्प्रसारणम् अनेन सूत्रेण केवलं पूर्वं स्थितस्य सम्प्रसारण पूर्वं स्थितस्य सम्प्रसारणं न भवति इति. इत्युक्ते वकारस्य न भवति, यकारस्य स्थाने सम्प्रसारणं कृत्वा इकारः आगच्छति, तर्हि वकारः इकारः मिलित्वा वि इति भवति. दीर्घरेखारान्तधातुः प्रत्ययः अजादि चेत् इर् उ ऋत् इत् धातोः प्रत्ययः हलादि चेत् इर् उ हलि च. दीर्घरेखारान्तधातु धातु अन्ते दीर्घरेखारान्त दीर्घरेक् अस्ति प्रत्ययः अजादि, तस्य परे अजादि प्रत्ययः अस्ति, अजादि अस्ति, दीर्घरिकारस्य स्थाने एर् वा ऊर् आगच्छति. धातो नाम सीवित् इत् धातोः प्रत्यय हलादि चेत् ईर् ऊर् हली च. हली च सूत्रेण यदि प्रत्यय हल् प्रत्यय हलादि प्रत्यय दीर्घ रिकारान्तधातो परे अस्ति तर् ई वा ऊर् आगच्छति तत्र. भवती यदि दीर्घ ऋकारान्तधातुः अस्ति चेत् सामान्यकार्यमस्ति हृद् धातोः इत्यनेन इकारः आयाति, इरति आयाति. किन्तु यदि उदोष्टपूर्वस्य इति अस्ति चेत् पवर्गस्य वर्णः पूर्वम् अस्ति चेत् तर्हि उकारः अस्ति, ऊर् इति भवति. हलादिप्रत्ययः अस्ति चेत् समानकार्यम् अस्ति, किन्तु हलिच इत्यनेन दीर्घत्वमपि भवति, दीर्घत्वं भवति रेफस्य पूर्वम् इकवर्णस्य दीर्घः भवति, दीर्घः भवति इति कृत्वा ऊर् इति भवति, अनन्तरम् ऊर् इति भवति, ऊर् समानकार्यमस्ति. अस्तु सूत्राणि ऋत् इति धातोः ऋत् इति धातो ऋत् तस्य धातो अङ्गस्य ह्रस्व अकार इकारादेशो भवति इति गिति प्रत्यये परे. यदा वयं पूर्वं पठितवन्तः यदि दीर्घ ऋत् ऋत् धातो अन्ते अस्ति तस्य ह्रस्व इकार आदेश भवति यदि ङिति ङिति परे अस्ति. उणरपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा स अण् सदा रपर भवति. ऋकारस्य स्थाने अण् आदेशः अस्ति तद् अण् रपर भवति. पर अस्ति कृष अस्ति कर्ष अस्ति भवति. हलि च हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपदास्थितां एक दीर्घ दीर्घत्वं भवति. यदि ऋकारान्तधातो अन्ते हलि परे तद् तस्य उपधायां दीर्घ इक्वर्णस्य दीर्घत्वं भवति इ उ इति. उद्दोष्ठ्यपूर्वस्य ओष्ठ्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व ओकार आदेश भवति पवर्गीयवर्णपूर्वस्य स ओष्ठ्यपूर्व भगिनी भवति समानमस्ति ऋदयधातोः कार्यं यदस्ति तदेव अत्रापि भवति किन्तु यत्र ऋकारान्तधातुः यस्य पूर्वं पवर्गस्य वर्णः अस्ति चेत् ओष्ठ्यपूर्व ऋकारान्तधातुः इति वदामः तर्हि तादृश ओष्ठ्यपूर्व ऋकारान्तधातोः ऋकारस्य स्थाने उकारादेशः भवति ह्रस्वकारादेशः भवति अनन्तरं किं भवति तत्तु अनन्तरं यदि उकारादेशः भवति चेत् अनन्तरम् उरण्ड्रपरः इत्यनेन यत्र ऋकारस्य स्थाने उकारः आयाति तद् उकारः तु रपरः भवति इति कृत्वा रेपः परे आयाति तर्हि ऊर् इति आयाति आदेशः अन्ते किं भवति यदि हलादिप्रत्ययः परे अस्ति चेत् ऊर् इति हली चेति सूत्रेण खलु तर्हि अग्रे क्षम्यतां समयः इतः अस्मिन् विषये क्षम भगिनी भगिनी पठितवती खलु क्षम्यतां पुष्पा भगिनी लङ्लुगन्तधातूनां कृते सिद्ध तिङ् प्रत्ययाः अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः तेपितः इति ध्येयं यङ्लुगन्तधातूनाम् आत्मनेपदं न भवति अस्तु तत्तु यति इति तः अन्ति लट्लकारे सि ईषि थः ता मि ईमि वः मः उत्तमपुरुष लोट्लकारः तु ईत ईतु तात् ताम् अतु हि तात् तं ता आनि आव आम लङ्लकार तु ताम् उः स विसर्गः ईः तं ता अं वा मा विधिलिङ्गः तु विधिलिङ्गकार यात् यातां युः याः यातां याता यां याव याम मणिमहोदय अग्रे लोलुञ्च् इति अस्ति प्रयत्नं करोति वा महोदय लोलुञ्च् योगः ति इति प्रत्ययः पित् प्रत्ययः अतः किति इति सूत्रं न कार्यं करोति सार्वधातुकं पित् अस्ति चेत् किं कुर्मः इत्युक्ते वयं त्रीणि सोपानानि परिशीलयामः अतिदेशः इति प्रथमं यत्र पित्वा पित्वा इति कृत्वा अनन्तरम् अङ्गकार्यं किम् इति चत्वारि अङ्गकार्याणि सन्ति खलु तेषु किमपि कार्यं करोति वा इति पश्यामः अन्ते सन्धिकार्यं पश्यामः इति सोपानेन सर्वाणि सर्वे सोपानानि सर्वाणि सोपानानि दृष्ट्वा अग्रे गच्छामः वदतु प्रथम इति वा पित्वा अस्ति चेत् पश्यामः तत्र पित् अस्ति अतः सार्वधातुकम् अपित् नास्ति अतः नित्वत् न भवति अनन्तरं गुणकार्यशक्तिः अस्ति खलु किन्तु कार्यं नास्ति किमपि उपदवर्णः नास्ति इति कृत्वा उपधायां हल् वर्णः अस्ति अतः गुणकार्यं न भवति यद्यपि पित् अनन्तरं नकारः उपधायां नकारः न लोपः भवति पितिमिति नास्ति अतः न लोपः भवति अतः तदेव तिष्ठति सो लो लुञ्च् अनन्तरं सन्धिकार्यं अत्र अत्र अत्र हलीच इत्यस्य अत्र सम्प्रसारणकार्यं भवति सम्प्रसारणं उकारः न न भवति महोदय, निति षति नित् नास्ति इति कृत्वा कार्यं नास्ति. अनन्तरम् अन्ते हृदयदातुः इत्यस्य कार्यम् अस्ति वा? हृदयदपि नास्ति, ऋकारान्तदातुः ऋकारान्तदातुः नास्ति. अस्तु महोदय, तर्हि सन्धिकार्यमेव अवशिष्यते. सन्धिकार्यम् भवितुम् अर्हति. प्रत्ययः ज्वलादिप्रत्ययः चकारस्थाने चोहुः इति सूत्रेण ककारः आगच्छति. अनन्तरं लैपर्णपरसवर्णे इति सूत्रेण ञकारस्य स्थाने मकारः अस्ति. अतः लोलुङ् ति इति भवति महोदय रूपम्. अग्रिममपि वदति वा? लोलुङ्क्ति अस्तु महोदय. अग्रिममपि ईति इति वदति महोदय. समानचिन्तनमेव, किन्तु किञ्चित् भेदः अस्ति. अजादिचित् अस्ति इति, अतः सन्धिकार्यं न भवितुम् अर्हति महोदय. मेलनं भूत्वा लोलिञ्चि इति रूपं. धन्यवादः महोदय. विद्या भगिनी अत्र लोलुञ्च् लोलुञ्च् योगः तः तः इति तः इति अपित् प्रत्ययः निद्वत् अतः अत्र गुणनिषेधः. यद्यपि तत्र लोलुञ्च् इत्यस्मिन् अन्ते ईकारः अपि नास्ति, उपधायाम् इक् अपि नास्ति, अतः गुणस्य प्रसक्तिः एव नास्ति. प्रसक्तिः अस्ति चेदपि गुणनिषेधः भवति. अनन्तरम् अत्र तु सम्प्रसारणधातुः नास्ति, अतः सम्प्रसारणकार्यं किमपि नास्ति. अत्र द्वितीयसोपानं तत्र उपधायां नकारः अस्ति, धातुः अनिदित् अस्ति, लुञ्च् इति धातुः अनिदित् अस्ति, उपधायां नकारः अस्ति. अतः अत्र यत्र किप्नित् प्रत्ययः अस्ति तत्र तु अनिदितां हल् उपधाय इति निति इति सूत्रेण तत्र उपधायां स्थितनकारस्य लोपः भवति. तत्र लोलुञ्च् इति हलन्तधातुः मध्ये नकारस्य लोपः भूत्वा लोलुच् योगः तः इति भवति. अन्ते ऋकारः नास्ति, तर्हि तत्र हृदय धातुः तस्य किमपि प्रसक्तिः नास्ति, हलिच इत्यस्यपि प्रसक्तिः नास्ति. इदानीम् अन्यत् अङ्गकार्यं किमपि नास्ति, तर्हि लोलुच् योगः तः. तत्र चोः कुः इत्यनेन तत्र तः तकारः जलीपरे, तत्र चकारस्य स्थाने ककारः, लोलुक् योगः तः. इदानीं करीच इत्यनेन ककारस्य ककारादेशः, तर्हि लोलुक् तः. बहुवचनम् इदानीं प्रथमपुरुष बहुवचनं लोलुञ्च् योगः अति इति. अति तु अजादि अस्ति, अपित् अस्ति, अपित् द्वितीयम् अजादि अपित् अस्ति, अतः सार्वधातुकमपित् निति च इति सूत्रेण गुणनिषेधः. अत्र अङ्गकार्यं द्वितीयसोपानम् अनिदित् धातुः अस्ति, अनिदितां हल उपधायां निति च निति इति सूत्रेण ञकारस्य लोपः, उपधायां शेषस्य ञकारस्य लोपः भूत्वा लोलुच् युगः अति इति आगच्छति. इदानीं सन्धिकार्यं तत्तु वर्णमेलनमेव लोलुचति. सम्प्रसारणकार्यमपि नास्ति. धन्यवादः. अग्रे सुब्रह्मण्यमहोदय, मूले तु अत्र नकारः अस्ति, चकारः लोलुञ्च् योगः सि सि इति पित् प्रत्ययः, अतः सार्वधातुक अर्थधातुकयोः इत्यनेन गुणस्य प्रसक्तिः. परन्तु अत्र उपधायां इक्वर्णः नास्ति, अतः गुणस्य कार्यमेव न भवति. अनन्तरम् अत्र इदानीं केवलं सन्धिकार्यमेव लो लो लुञ्च् योगः सि इदानीमत्र चोः कुः इत्यनेन अत्र चकारस्य स्थाने ककारादेशः भवति प्रथमं लो लुङ् योगः सि इदानीमत्र ककारः धातोः अन्ते अस्ति अनन्तरम् अपदान्तसकारः अस्ति अत्र प्रत्ययस्य आदौ सकारः अस्ति अतः किं भवति इत्युक्ते आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने षकारः लो लुङ् योगः क्षि इदानीम् अत्र ककारात् पूर्वं नकारः अस्ति नश्चापदान्तस्य झलि इत्यनेन अत्र नकारस्य अनुस्वारः लो लुङ् योगः षि इदानीमत्र खरिच इत्यनेन ककारस्य ककारः एव अनन्तरम् अत्र अनुस्वारस्य ययि परसवर्णः इत्यनेन ककारात् पूर्वं यः अनुस्वारः अस्ति अत्र नकारः आदेशः भवति अतः लोलुङ् योगः षि वर्णमेलनं भूत्वा लोलुङ्क्षि अपि च अत्र लोलुङ् योगः ईशि अत्रापि ईशि इति पित् प्रत्ययः अतः अत्र गुणस्य प्रसक्तिः परन्तु गुणकार्यं न भवति किमर्थमित्युक्ते अत्र अन्तिमवर्णः धातोः अन्तिमवर्णः हल्वर्णः तस्मात् पूर्वमपि उपधायां हल्वर्णः एव अतः गुणस्य कार्यमेव नास्ति इदानीमत्र केवलमत्र नश्चापदान्तस्य झलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः अनन्तरं केवलं वर्णमेलनं भूत्वा लोलुञ्चीषि इति भवति धन्यवादः लोलुञ्च् योगतः तः अपित् अस्ति सार्वधातुक अपित् इति भवति तदनन्तरं अनधिधातूनां हलन्तधातु इक् सम्यक् भवति ण्यकारस्य लोप भवति अनधितां हल् उपधायां ङिति परे इति सूत्रेण सो लुच् भवति इदानीं तदनन्तरं सप्रसारं न भवति हलसन्धि भवति थ इति आगच्छति खर् प्रत्याहारे झल् प्रत्याहारे आगच्छति थ चोः कुः सन्धिकार्यम् इदानीं भवति चोः कुः इति सूत्रेण चकारस्य स्थाने ककार आगच्छति लोलुक् योग थ इति भवति लोलुक् थ इति भवति धन्यवादः अस्तु लोलुञ्च् योगः मि मी इमि द्वयमपि पित् अस्ति अतः अत्र पश्यामः चेत् पित् अस्ति इति गुणकारस्य प्रसक्तिः अस्ति परन्तु हलन्तधातुः अस्ति अपि च उपादायामपि हल् वर्णः अस्ति इक् वर्णः एव नास्ति इति कृत्वा तत्र प्रसक्तिः एव न आगच्छति प्रथमबिन्दुं तदनन्तरम् अनिदित् धातुः तु अनिदित् अस्ति परन्तु इति कृत्वा तत्र किटिङ् इति नास्ति इति कृत्वा नकारस्य लोपः अपि न भवति तृतीयबिन्दुः सम्प्रसारणकार्यस्य अपि अत्र प्रसक्तिः एव नास्ति अत्र यण् स्थाने इत्युक्ते यण् वर्णः एव नास्ति इति कृत्वा चतुर्थबिन्दुः ऋकारान्तधातुः अपि नास्ति अतः तस्य प्रसक्तिः अपि न भवति तर्हि इदानीं सन्धिकार्यमेव भवति तर्हि चोहोकुः इति झल् न चोहोकुः मे इति झलि अपि नास्ति इति कृत्वा तत्र चोहोकुः तस्य कार्यमपि न भवति तर्हि केवलं मेलनं भवति लोलुञ्च्मि इति केवलं वर्णमेलनमेव भवति परन्तु यत्र ईमि इति स्थितिः अस्ति ईमि तु अजादि पित् अस्ति पित्वा तत्र समानकार्याणि अपि च अत्र अत्रापि मेलनं भूत्वा लोलुञ्चीमि इत्येव भवति यतोहि पुष्पा भगिनी वदति वा वः इति लोलुञ्च् योगः वः क्षम्यतां भगिनि तत्तु लोलुञ्च् वः अत्र लोलुञ्च् वः इति तिष्ठति भगिनि कार्याणि समान चिन्तनं समानमस्ति अपित् इति कृत्वा सार्वधातुकमपि इति च यद्यपि गुणकार्यं मिश्रितं प्रसक्तिः एव नास्ति अनन्तरम् अनिदितां हलोपदायानि इति इत्यनेन कारस्य लोपः भवति खलु तद् भवति खलु तद् भगिनी स्मृतवती किं लोपः भवति नकारस्य लोपः अत्र नकारस्ति खलु तस्य लोपः भवति मूले तु नकारः आसीत् इति कृत्वा अनिदितां हलोपदायानिति इत्यनेन ञकारस्य लोपः भवति लोलुच् योगः वः इति भवति सम्प्रसारणकार्यं किमपि नास्ति अनन्तरं सन्धिकार्यं भवति लोलुच् वः तत्र सन्धिकार्यं किमपि नास्ति इति कृत्वा केवलं वर्णमेलनं लोलुच् वः तथा एव वयं सर्वे सोपानानि चिन्तयित्वा गच्छामश्चेत् मणिमहोदय महामहोदय लोलुञ्च् मह मह अपित् अतः सार्वधातुकम् अपित् नीति इति च कार्यं करोति अनन्तरम् अनिदितं हल्लोपदयाः सूत्रेण नकारः लोपः भवति सम्प्रसारणं न भवति अत्र यनः नास्ति ऋकारान्तधातुः अपि नास्ति सम्प्रसारणं न भवति अनन्तरं मेलनमेव विद्या भगिनी अग्रे लोट्लकारं करोति वा वयं भगिनी एकः प्रश्नः अस्ति भगिनि यदि सम्प्रसारणं वयं उक्तवन्तः तत्र धातु यण वर्ण कुत्र आगच्छति आदौ अन्ते मध्ये कुत्रापि कुत्रचित् अपि भवतु यदि इक् वर्णः अस्ति यदि यण् वर्णः अस्ति चेत् तस्य इक् आदेशः अस्तु अत्र ग्रही ज्यया वयि इति परिगणितानाम् एव भवति आं भगिनि तत्र यण् धातु वर्ण कुत्र अस्ति ग्रहि इत्यस्य रेपः ग्रहि मे रेपः अस्ति ज्या इत्यस्मिन् यण् वर्णः कः अस्ति यकारः अस्ति वै इत्यस्मिन् वकारः अपि अस्ति एकारः अपि अस्ति, व्यदि इत्यस्मिन् वकारः एकारः सः, वष्टि इत्यस्मिन् वकारः अस्ति, लिखति वकारः अस्ति, पृच्छति वकारः अस्ति, पृच्छति तस्मिन् तु किमस्ति यदि पृच्छति प्र इति आसीत् च पृच्छति धातुः तर्हि रेपः अस्ति, ब्रज् इति धातुः बृज्जति इति ब्रज् इति धातुः तत्र तु रेपः भवति इति कृत्वा. अस्तु धन्यवादः. विद्याभगिनी करोतु. लो लुञ्च् योगः तु इति लोट् लकार प्रथमपुरुष प्रत्ययः पित् प्रत्ययः. लो लुञ्च् इत्यस्मिन् इक् वर्णः नास्ति अन्ते अङ्गान्ते अथवा उपदायाम्, अतः गुणकार्यं किमपि नास्ति. अनन्तरं प्रत्ययः पित् प्रत्ययः, अतः अत्र कित्नित् प्रत्ययस्य विषये यानि कार्याणि सन्ति तत् अत्र न भवति. तर्हि अत्र लो लुञ्च् योगः तु अत्र चोः कुः इत्यनेन तत्र चकारस्य स्थाने ककारः लो लुङ्क् योगः तु. अनन्तरम् अत्र ञकारः मूले तु नकारः आसीत्, अतः अत्र नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वार आदेशः. अनन्तरं तत्र करी च इति सूत्रेण तत्र ककारस्य ककार आदेशः. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन तत्र अनुस्वारस्य स्थाने कवर्गस्य पञ्चमवर्णः ङकारः. तर्हि तत्र लो लुङ्क्तु इति भवति. अनन्तरं लो लुञ्च् योगः ईतु इति अजादिपित् प्रत्ययः. पुनः अत्र किमपि अङ्गकार्यं नास्ति अत्र, अन्यत् अत्र केवलं सन्धिकार्यम् अजादिपित् प्रत्ययः, अथवा केवलं वर्णमेलनं, क्षम्यतां सन्धिकार्यमपि किमपि नास्ति, केवलं वर्णमेलनं लो लुञ्चीतु. अनन्तरं लो लुञ्च् योगः तात् इति तत्र अपित् प्रत्ययः अस्ति. प्रथमत्र उपदायाम् इक् नास्ति, अन्ते इक् नास्ति, अतः गौणकार्यं किमपि नास्ति. द्वितीयम् अत्र उपदायां नकारः अस्ति, अतः अनिदितां हल् उपदायां किनिति इति सूत्रेण तत्र नकारस्य लोपः भवति. तर्हि लो लुच् योगः तात् अत्र सम्प्रसारणकार्यं किमपि नास्ति. तर्हि अत्र सन्धिकार्यं चोः कुः इत्यनेन तत्र चकारस्य स्थाने ककारः लो लुक् योगः तात्. अनन्तरं करी च इत्यनेन ककारस्य ककारादेशः लो लुक् तात्. धन्यवादः रामप्रिया भगिनी. अत्र ताम् अनन्तरं त इति अतु इति द्विवचने ताम् इति अपित् हलादि अपित् अस्ति. तत्र हलादि अपित् इत्युक्ते सार्वधातुकमपि निति च इति सूत्रेण गुणनिषेधः. अनिदितां हल उपदायां निति इति सूत्रेण ञकारस्य लोपः लो लुच् योगः ताम् इति इदानीं भवति. अनन्तरं चोः कुः इति सूत्रेण कवर्गादेशः भूत्वा लो लुक्ताम् इति द्विवचने. बहुवचने लो लुञ्च् योगः अतु. अत्र अतु इति अजादि अपित् अस्ति. अजादि अपित् अत्रापि सार्वधातुकमपि निति च इति सूत्रेण गुणनिषेधः. अनिदितां हल उपदायां च अनिदितां हल उपदायां निति इति ञकारस्य लोपः. अनन्तरं वर्णमेलनं लो लुचतु. अग्रे सरला भगिनी सुब्रह्मण्यं महोदय वदति वा भगिनि लो लुचतु. आं भगिनि लो लुचतु श्वः कुः कार्यम् अस्ति खिल सुब्रह्मण्यं महोदय. लो लुञ्च् योगः हि अत्र हि इति अपित् अस्ति, अत्र अपित्वम् आरोपितमस्ति सेल् अपि च इत्यनेन, अतः नित्वात्. परन्तु अत्र हि अत्र प्रथमं हू जल्भ्यो हेर्भिः वदामः भगिनि. अत्र धातुः झलन्तधातुः अपि च प्रत्ययः हि अस्ति, अतः हू जल्भ्यो हेर्धिः इत्यनेन हि स्थाने धि लोलुञ्च् योगः धि. अपित्वात् अत्र किं भवति इत्युक्ते अत्र नित्वत् भूत्वा अत्र इदानीं वदामि अत्र अपित्वात् अत्र नित्वत् भूत्वा अनिदितां हल उपधाय निति इत्यनेन अत्र उपधायां यः नकारः अस्ति तस्य लोपः लोलुच् योगः हि हू जल्भ्यो हेतिः इत्यनेन अत्र हि स्थाने धि लोलुच् योगः धि. इदानीमत्र धि इति धकारादिप्रत्ययः झल् वर्णः, अतः अत्र पूर्वं चकारः अस्ति चोः कुः इत्यनेन चकारस्य स्थाने ककारः लोलुक् योगः धि. इदानीं धि इति झष् अस्ति, ककारः झल् अस्ति, अतः जलां झष् झष् इत्यनेन अत्र ककारस्य स्थाने गकारः लोलुग् योगः धि लोलुग् धि इति रूपं भवति. धन्य. अनन्तरमत्र लोलुञ्च् योगः तात् तात् इति तातङ्ग् अस्ति, अतः तातङ्ग् नित् अस्ति, अतः अत्र किं भवति इत्युक्ते प्रथमम् अनिदितां हल उपधाय क्निति इत्यनेन उपधायां नकारस्य लोपः लोलुच् योगः तात् चोः कुः इत्यनेन अत्र लोलुक् योगः तात् खरी च इत्यनेन लोलुक् योगः तात्. इदानीम् अत्र तकारः लोलुक्तात् एव भवति भगिनि, लोलुक्तात् अथवा लोलुक्तात् दकारः अपि जलाञ्जषि इत्यनेन लोलुक्तात् जलाञ्जषोन्ते इत्यनेन लोलुक्ताद् अपि भवति. सरल भगिनि अत्र त इति तं त इति तम् लोलुञ्च् योगतं तद् द्वे सारधातु अपित् अस्ति, तत् किं कित् कित् इति आरोप्यते. तदनन्तरम् अनुदितां हल् उपधायां ङिति इति सूत्रेण ञकारस्य लोपः भवति, लोलुच् भवति, सम्प्रसारणं न भवति, तद् इदानीं सन्धिकार्यं भवति लोलुच् योग तं तम् इति झल् प्रत्याहारे आगच्छति, चकारस्य चोः कुः इति सूत्रेण ककार भवति, लोलुक् योग ति भवति. इदानीं ककारतकारतयो मेलनं भवति लोलुक्ति लोलुप्तं भवति लोलुप्त भवति. अग्रिमपि समानकार्यमस्ति खलु समानकार्यं लोलुप्त भवति. धन्यवादः भगिनि. हेमा भगिनी वदति वा अत्र निप् वस्मस् अपि वदति वा भगिनि. तत्र इ आनि आवाम किल भगिनि लोट्लकारे उत्तमपुरुषे आनि आवाम इति सर्वे प्रत्ययाः अजादि पित् अस्ति पित् सन्ति अतः अत्र गुणकार्यस्य प्रसक्तिः नास्ति कार्यमेव न उद न भवति अपि च यत्र ङित् कित् तस्य कार्याणि अपि न भवति इत्युक्ते अत्र अनिदित् अनिदितां हलोपदायाङिति अपि च सम्प्रसारणकार्यम् अपि च दीर्घरकान्ताः कस्यापि प्रसक्तिः एव नास्ति अत्र तदनन्तरं सन्धिकार्यमपि न भवति यतोहि अग्रे स्वरः अस्ति झलि नास्ति इति कृत्वा तत्र तस्य प्रसक्तिः अपि नास्ति लोलुञ्च् तथैव स्थास्यति तर्हि केवलं मेलनमेव भवति लोलुञ्चानि लोलुञ्चाव लोलुञ्चाम इति भगिनि इदानीम् अत्र दत्तमस्ति स्थूल अक्षरे पित् अस्ति किन्तु कथा कथं जानीमः पित् वयं तस्य कृते पूर्वं वर्गः आसीत् खलु भगिनि मुद्रणानि सन्ति भगिनि किञ्चित् अस्तु यत्र टिप् अस्ति टिप् अनन्तरं अहं जानामि अत्र न स्मरामि लोट्लकारस्य आं भगिनि अत्र सिद्धतिं प्रत्याः इति यथा भगिनी उक्तवती भगिनी तद् द्रष्टव्यं पुष्पा भगिनी वदति भगिनि लङ्लकारस्य अत्र अलोलुञ्च् न अलोलुञ्च् योगः त् तिप् अस्ति तत्र किं प्रथमसोपानं तु सार्वधातुकं पेट् नीति च इत्यनेन निषिद्धः गुणनिषिद्धः अत्र अत्र पित् अस्ति खलु पित् अस्ति इति कृत्वा सार्वधातुकमपि निति च न आयाति पित् अस्ति तु गुणकार्यं न कुर्मः न गुणकार्यं नास्ति किमर्थम् इत्युक्ते प्रसक्तिः एव नास्ति पदा इक्वर्णः नास्ति खलु तत्तु किं द्वितीयसोपानम् अनिजित् धातूनां उपधायां न लोपः तत्तु न कार्यं करोति पित् अस्ति सम्प्रसारण तत्तु सन्धि सन्धिकार्यं सन्धिकार्यं करोति तत्तु लोलुञ्च् योगः अत्र अङ्गकार्यम् इति एव वदामः त इति अपृक्तप्रत्ययः अस्ति खलु तस्य लोपः त इति अपृक्तप्रत्ययः एक एव वर्णः अस्ति खलु प्रत्ययस्य तस्य तर्हि हल्याव्योद्योगस्य कृतं हल् इति सूत्रं तदपि अङ्गकार्यं प्रत्ययनिमित्तम् अङ्गकार्यमेव अस्ति खलु एकवारं वदतु भगिनि हल्याव्यो दीर्घस्तुतिसि अपृक्तं हल् इति कार्यमस्ति तकारस्य लोपः भवति तकारस्य लोपः भवति तत्तु लोलुञ्च् तत् अहं न जानामि अलोलुञ्च् इति पदसंज्ञा अलोलुञ्च् इति तिष्ठति तथैव तिष्ठति कार्यं करोति न तकारस्य कार्यम् अस्ति परन्तु लोपः भवति तकारस्य तु चकारस्य तु लोलुङ्क् इति आयाति न प्रथमं किं भवति तकारस्य लोपः भवति हल्याभ्यो दीर्घस्थिति प्रत्ययस्य लोपः भवति लोपः भूत्वा अयोगः लोलुञ्च् इति अलोलुञ्च् इति पदसंज्ञा प्राप्नोति सुप्तिमन्तं पदम् इति कृत्वा पदमस्ति अधुना किमस्ति अधुना संयोगान्तस्य लोपः इत्यनेन अत्र अन्तिमचकारस्य लोपः भवति, अलोलुन् इति भवति अनन्तरं चकारस्य लोपः लङ्लकारस्य कार्यं करोति कार्यम् अस्ति संयोगान्तस्य लोपः अलोलुन् इति रूपं खलु संयोगान्त संयोगान्तस्य लोपः संयोगान्त अलोलुन् अलोलुन् इति अलोलुन् इति आम् अत्र ईट् इति अस्ति खलु तत् अस्ति किल ईट् इति अस्ति अनन्तरं प्रत्ययः अजादि अस्ति अत्र लोलुञ्चि इति तिष्ठति निति सोपानेन गच्छति चेत् गुणकार्यं निषिद्धः अनिजितां हल् उपधायानिति तत्तु न लोपः नास्ति अत्र नास्ति अत्र लोपः लोपः न भवति खलु कृतलोपः न भवति केवलं वर्णमेलनं भवति किमिति कृतम् इदानीं सम्यक् न शृणुमः भवत्याः लैन् मध्ये क्लेशः अस्ति मन्ये मम लैन् मध्ये नास्ति वा आं भवत्याः एव अस्ति वदतु अहं वा एकनिमिषम् अत्र मणिमहोदय किञ्चित् म्यूट् करोति वा भवतः एव दूरवाण्याः इति नास्मि अस्तु वदतु भगिनी प्रश्नः कः न त्वं वदतु न किं वदतु लोलुञ्च् लोलुञ्च् इति अस्ति टिप् अस्ति इति कृत्वा अत्र किमपि अनिर्दितं हल्पदयन् इति तस्य कार्यं न भवति अनन्तरं ईट् इति अस्ति सन्धिकार्यमपि नास्ति अजादिप्रत्ययः अस्ति इति कृत्वा केवलं वर्णमेलनं लोलुञ्चीट् इति अलोलुञ्चीट् अलोलुञ्चीट् अस्तु विद्या भगिन्या मणिमहोदय करोति वा तत्र महोदय तत्र चत्वारि रूपाणि भवन्ति झलां झषन्ति अपि गकारस्य ककारस्य घकारः अपि च तकारस्य दकारः लोलुङ् लोलुङ् लोलुङ्ीर्द् इति खलु अत्र अस्ति लोलुङ् लोलुङ्ीर्द् दकारः भवति अन्ते झलां झषन्ति इति सामान्यकार्यमस्ति अन्ते इति कृत्वा ओ जलां दशन्ते वावसाने इति पुनः चकारः एव सर्वत्र जलां दशन्ते वावसाने अन्ते कर्तुं शक्नुमः स्मरणार्थं धन्यवादः भगिनि तर्हि मणिमहोदय करोति वा तां ध्वनि आसीत् महोदय तां तां अपि तस्य साधुदत्तम् अपि इति च कार्यं करोति अनन्तरं अनिदितां मल्लुदय सूत्रेण नकारः अपि लोपो भवति अलो लुच् इति अन्वर्णः नास्ति अतः सम्प्रसारणम् अपि न भवति सन्धिकार्येण हलादि जलादिप्रत्ययः अतः चोहोकुः कार्यं करोति करोति अलो अलो लुक् थाम् इति भवति अनन्तरम् अनुसारस्य इति सूत्रेण नकारः अपि ककारस्य कुर्मः चेत् अतः अलो लुङ्ताम् इति भवति महोदय. महोदय नकारस्य लोपः आदौ एव लोपः भवति खलु, अनिलितां हलद हलोपदायानि इत्यनेन लोपः भवति नकारस्य. पूर्वं नकार आसीत् इति चिन्ता, किन्तु नकारस्य लोपः अभवत् खलु अनिलितां हलोपदायानि इत्यनेन, तद् भवानेव उक्तवान् आसीत् खलु. आं महोदय, क्षम्यतां महोदय. अतः अनन्तरम् उहु इत्यपि वदति वा? उहु अजादि अपित् अधः अजादि अपित् अधः न किमपि कार्यं नास्ति महोदय. अत्रापि प्रसक्तिः अस्ति मित्वत् भवति, सन्धिकार्यं किमपि नास्ति, अतः लोलुञ्चुः इति रूपं भवति इति. अत्र अत्र अत्र अनिदितं हलोपदायानिति इत्यस्य कार्यं भवति खलु. हा तत् भवति, समीचीनम्. अलो नकारो लोपो भवति, अनन्तरं सम्प्रसारणं किमपि नास्ति, यन् वर्णः अत्र अलो लुच् उः मेलनमेव अलो लुच्चुः इति रूपं भवति. धन्यवादः. अलो लुच् योगः स इति प्रत्ययः अस्ति, तत्र स इति अपृक्तसंज्ञकप्रत्ययः, धातुः हलन्तधातुः. तर्हि तत्र हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन स इति प्रत्ययस्य लोपः भवति. अलो लुञ्च् इति पदं सुप्तिङ्गन्तं पदम् इत्यनेन पदसंज्ञा स इति प्रत्ययस्य योजनेन एव. तर्हि तत्र अलो लुञ्च् तत्र पदान्ते नकारचकारयोः संयोगः अस्ति इति कृत्वा तत्र संयोगान्तस्य लोपः, तत्र ञकारः मूले नकारः एव आसीत्, तर्हि अत्र नकारः एव वयम् अधुना स्वीकुर्मः. तत्र चकारस्य लोपः भवति, संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः. तर्हि अत्र अलालुन् इति रूपम् भवति. तदनन्तरम् अलालुञ्च् योगः इः इति अस्ति, तत्र तु अत्र किमपि अङ्गकार्यं नास्ति, तर्हि तत्र केवलं वर्णमेलनं अलालुञ्चीः. विसर्गः अस्ति न विसर्गः न आयाति खलु हलन्तधातूनां कृते, यदि अजन्तधातुः अस्ति चेत् विसर्गः सकारस्य विसर्गः भवति, करवसाने विसर्जनीयः, ससशोरुः करवसाने विसर्जनीयः इति. अधुना हलन्तदातुः अस्ति इति कृत्वा सकारस्य लोपः भवति, हल्याभ्योदिकस्तुति कृतम् अस्ति. रामप्रिय भगिनी वदति तं ता इति तं लङ्लकारे मध्यमपुरुष द्विवचनं, तम् इति अपित् अस्ति, हलादि अपित् अस्ति, सार्वधातुकम् अपित् निति च इति सूत्रेण गुणनिषेधः भवति. अलो अलो लुञ्च् योगः ताम् अत्र तं क्षम्यतां तम् अनिदितां हल उपदायां इति च इति सूत्रेण ञकारस्य लोपः भूत्वा अलो लुच् योगः ताम् इति अस्ति. तम् अचोः कुः इति सूत्रेण अलोलुक्तम् अलोलुक्तम् अलोलुक्त. अस्तु भगिनि, धन्यवादः. सुब्रह्मण्यं महोदय अत्र भगिनि इदानीम् अत्र अलोलुञ्च् योगः अम् अम् इति चित् प्रत्ययः, परन्तु अत्र गुणस्य कार्यं न भवति, उपधायामपि च अन्ते इक्वर्णः नास्ति, अतः अत्र इदानीम् अलोलुञ्च् योगः अम् अलोलुञ्चम् इति भवति. अस्तु महोदय, अलोलुञ्च् योगः वा वा इति अत्र अपि प्रत्ययः नित्वत् भूत्वा अत्र गुणनिषेधः अपि च अत्र नित् कारणतः किं भवति इत्युक्ते अनिजितां हल उपधाय क्लिति इत्यनेन उपधायां यः नकारः अस्ति तस्य लोपः भवति अलोलुच् योगः वा अत्र वकारः झल्वर्णः नास्ति भूत्वा अत्र अलोलुच् वा इति भवति. अस्तु धन्यवादः. तथैव भगिनि अलो अलोलुञ्च् योग मह अपित् अस्ति तद् सारदातक अपित् भवति ङित् कार्यं करोति अनुदितां हल् उपधायां ञकारस्य लोपः भवति अलोलुच् योग मह भवति कोऽपि अन्यकार्यं नास्ति सम्प्रासारणं वा इदानीं मकार अपि झल् प्रत्याहारे नास्ति तचोः को इति कार्यं न करोति अलोलुञ्च् योग अलोलुञ्च् मह इति भवति. विधिलिङ्ग् मध्ये सर्वे प्रत्ययाः अपित् अस्ति अपि च हलादिः अस्ति अपित्वा तत्र केवलम् अनिदितां हलोपदायाङ् इत्येव कार्यं करोति अनेन अत्र यकारस्य लोपः भवति अतः लोलुच् इति भवति. इदानीं लोलुच् योगः यात् तत्र सन्धिप्रसक्तिः अपि नास्ति यकारः झलि नास्ति इति कृत्वा तत्र चोहोकुः अपि न भवति केवलं मेलनं भवति लोलुच्यात् लोलुच्यातां लोलुच्युः लोलुच्याः लोलुच्यातं लोलुच्यात लोलुच्यां लोलुच्याव लोलुच्याम इति. धन्यवादः. तर्हि विरमामः. तर्हि प्रश्नः अस्ति वा अद्य प्रश्नः किमपि नास्ति. तर्हि विरमामः. बहु धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.